द्वितीयमुण्डकम् अपरविद्यायाः सर्वं कार्यमुक्तं स च संसारः यत्सारः यस्मात् मूलादक्षरात्सम्भवति यस्मिंश्च प्रलीयते तदक्षरं पुरुषाख्यं सत्यं यस्मिन् विज्ञाते सर्वमिदं विज्ञातं भवति तत् परस्य ब्रह्मविद्यायाः विषये स वक्तव्यः इति उत्तरग्रन्थः आरभ्यते तदेतत् सत्यं यथा सुदीप्तात् पावकान् विस्फुलिङ्गाः सहस्रशः प्रभवन्ति सरूपाः तथाक्षराद्विविधाः सौम्यभावाः प्रजायन्ते तत्र चैवापीयन्ते यदपरविद्याविषयं कर्मफललक्षणं सत्यं तदापेक्षिकम् इदं तु परविद्याविषयं परमार्थसल्लक्षणत्वं तदेतत् सत्यं यथाभूतं विद्याविषयम् अविद्याविषयत्वाच्च अनुतम् इतरत् अत्यन्तपरोक्षत्वात् कथं नाम प्रत्यक्षवतो सत्यम् अक्षरं प्रतिपद्येरन् इति दृष्टान्तमः यथा सुदीप्त सुष्ठु दीप्तात् इद्ध पावक अग्नेः विस्फुलिङ्गः अग्नि अवयवाः सहस्रशः अनेकशः प्रभवन्ति निर्गच्छन्ति स्वरूपाः अग्निसलक्षण एव तथा उक्तलक्षणात् अक्षरात् विविधः नानादेहोपाधिभेदम् अनुविधीयमानत्वात् विविधः हे सौम्य भावाः जीवाः आकाशादिवतो घटादिपरिच्छिन्नाः सुषिरभेदाः घटादि उपाधिप्रभेदम् अनुभवन्ति एवं नानानामरूपकृतदेहोपाधिप्रभवम् अनुप्रजायन्ते तत्र चैव तस्मिन्नेव च अक्षरे अपीयन्ति देहोपाधिविलयम् अनु विलीयन्ते घटादिविलयमनु इव सुषिरभेदः यथा आकाशस्य सुषिरभेदोत्पत्तिप्रलयनिमित्तत्वं घटादि उपाधिकृतमेव तद्वद् अक्षरस्यापि नामरूपकृतदेहोपाधिनिमित्तमेव जीवोत्पत्तिप्रलयनिमित्तत्वं दिव्यो ह्यमूर्तः पुरुषः सभाख्याभ्यन्तरो ह्यजः अप्राणो ह्यमनाशुभ्रो ह्यक्षरात् परतः परः नामरूपबीजकृतादव्याकृताख्यस्वविकारापेक्षया परात् अक्षरात् परं यः सर्वोपाधिभेदवर्जितम् अक्षरस्यैव स्वरूपम् आकाशस्यैव सर्वमूर्तिवर्जितं नेति नेत्यादि विशेषणं विवक्षन्नाः दिव्यः द्योतनः स्वयं ज्योतिष्ठ्वान् दिवि वा स्वात्मनि भवः अलौकिको वा हि यस्मात् अमूर्तः सर्वमूर्तिवर्जितः पुरुषः पूर्णः पुरुषयोगः सभाख्याभ्यन्तरः सः बाह्याभ्यन्तरेण वर्तते इति अजः न जायते कुतश्चित् स्वतो अजस्य जन्मनिमित्तस्य च अभावः यथा जलबुद्बुदादेः वायुवादिः यथा नवसुषिरवेदानं घटादि सर्वभावविकाराणां जनिमूलत्वात् तत्प्रतिषेधेन सर्वे प्रतिषिद्धाः भवन्ति सभाख्याभ्यन्तरो यजः अतो अजरः अमृतः अक्षरः ध्रुवः अभयः इत्यर्थः यद्यपि देहादि उपाधिभेददृष्टिभेदेषु सप्राणः समनः सेन्द्रियः सविषय इव प्रत्योभासते तलमलादिमदिव आकाशं तथापि तु स्वतः परमार्थस्वरूपदृष्टीनाम् अप्राणः अविद्यमानः क्रियाशक्तिभेदवान् चलनात्मकः वायुः यस्मिन् असौ अप्राणः तथा मनः अनेकज्ञानशक्तिभेदवतो सङ्कल्पाध्यात्मकं मनोऽपि अविद्यमानं यस्मिन् स्वयम् अमनः अप्रावणो ह्यमनाश्च इति प्राणादिवायुभेदाः कर्मेन्द्रियाणि तद्विषयाश्च तथा बुद्धिमनसि बुद्धीन्द्रियाणि तद्विषयाश्च प्रतिषिद्धा वेदितव्य यथा श्रुत्यन्तरे ध्यायतीव लीला इतीव इति यस्माच्च एवं प्रतिषिद्ध उपाधिद्वयः तस्मात् शुभ्रः शुद्धः अतः अक्षरातो नामरूपबीजोपाधिलक्षितस्वरूप सर्वकार्यकरणबीजत्वेन उपलक्ष्यमाणत्वं परं तत्त्वं तदुपाधिलक्षणम् अव्याकृताख्यम् अक्षरं सर्वविकारेभ्यः तस्मात् परतो अक्षरात् परः निरुपाधिकः पुरुषः इत्युक्तः यस्मिन् तदाकाशाख्यम् अक्षरं संव्यवहारविषयं मोतं च प्रोतं च कथं पुनः अप्राणादिमत्वं तस्य इत्युच्यते यदि हि प्राणादयः प्रागुत्पत्तेः पुरुषैव स्वेनात्मनः सन्ति तदा पुरुषस्य प्राणादिना विद्यमानेन प्राणादिमत्वं स्यात् न तु ते प्राणादयः प्रागुत्पत्तेः सन्ति। अतः अप्राणादिमान् परःपुरुषः यथा अनुत्पन्ने पुत्रे अपुत्रो देवदत्तः। एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी। कथं ते न सन्ति प्राणादयः इति उच्यते? एतस्मादेव पुरुषः न आत्मरूपबीजोपाधिलक्षितः जायते, उत्पद्यते अविद्याविषयः विकारभूतः नामधेय अनृतात्मकः प्राणः। वाचारम्भणं विकारो नामधेयम् अनृतम् इति श्रुत्यन्तर। न हि तेन अविद्याविषयेण अनृतेन प्राणेन सप्राणत्वं परस्य अपुत्रस्य स्वप्नदृष्टेनैव पुत्रेण सपुत्रत्वम्। एवं मनः सर्वाणि च इन्द्रियाणि विषयाश्च एतस्मादेव जायन्ते। तस्मात् सिद्धमस्य निरुपचरितम् अप्राणादिमत्वम् इत्यर्थः। यथा च प्रागुत्पत्तेः परमार्थतो असन्तः तथा प्रलीनाश्च इति द्रष्टव्यः। यथा कर्णानि मनश्च इन्द्रियाणि च तथा शरीरविषयकारणानि भूतानि खम् आकाशं वायुः बाह्यः आवहादिभेदः ज्योतिः अग्निः आपः उदकं पृथिवी धरित्री विश्वस्य सर्वस्य धारिणी। एतानि च शब्दस्पर्शरूपरसगन्धोत्तरोत्तरगुणानि पूर्वपूर्वगुणसहितानि एतस्मादेव जायन्ते। अग्निर्मूर्धा चक्षुषि चन्द्रसूर्यौ दिशश्रोत्रैवाविवृताश्च वेदाः वायुप्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवीशे सर्वभूतान्तरात्मा। संक्षेपतः परविद्याविषयम् अक्षरं निर्विशेषं पुरुषं सत्यं दिव्यो ह्यमूर्तः इत्यादिना मन्त्रेण उक्त्वा पुनः तदेव सविशेषं विस्तरेण वक्तव्यमिति प्रवृत्ते संक्षेपविस्तरोक्तो हि पदार्थः सुखादिगम्यो भवति सूत्रभाष्योक्तिवदिति। यो हि प्रथमजात् प्राणात् हिरण्यगर्भात् जायते अण्डस्य अन्तः विराट् स तत्त्वान्तरितत्वेन लक्ष्यमाणः अपि एतस्मादेव पुरुषात् जायते एतन्मयश्च इति एतदर्थमः। तं च विशिनष्टि अग्निः द्युलोकः असंवावलोको गौतमाग्निः इति श्रुते। मूर्ध यस्य उत्तमाङ्गं शिरः चक्षुषि चन्द्रश्च सूर्यश्चेत्यन्द्रसूर्यौ यस्य इति सर्वत्र अनुषङ्गः कर्तव्यः। अस्य इत्यस्य पदस्य वक्ष्यमाणस्य यस्य इति विपरिणामं कृत्वा दिशः श्रोत्रे यस्य वाक् विवृताश्च उद्घाटिताः प्रसिद्धा वेदाः यस्य वायुः प्राणो यस्य हृदयम् अन्तःकरणं विश्वं समस्तं जगत् अस्य यस्य इत्येतत्। सर्वं हि अन्तःकरणविकारमेव जगत्, मनसि एव सुषुप्ते प्रलयदर्शनात्, जागरितेऽपि ततः एव अग्निविस्फुलिङ्गवतु विप्रतिष्ठानात्। यस्य च पद्भ्यां जाता पृथिवी एष देवो विष्णुः अनन्तः प्रथमशरीरी त्रैलोक्यदेहोपाधिः सर्वेषां भूतानाम् अन्तरात्म। स हि सर्वभूतेषु द्रष्टा श्रोता मन्ता विज्ञाता सर्वकरणात्म। पञ्चाग्निद्वारेण च याः संसरन्ति प्रजाः ता अपि तस्मादेव पुरुषात् प्रजायन्ते इत्युच्यते। तस्मादग्निः समिदो यस्य शून्यः सोमात् पर्जन्योषधयः पृथिव्यां पुमान् रेतस्सिञ्चति योचितायां बह्वी प्रजाः पुरुषाः सम्प्रसूताः। तस्मात् परस्मात् पुरुषां प्रजावस्थानविशेषरूपः अग्निः स विशेष्यते समिधो यस्य सूर्यः समिद इव समिदः। सूर्येण हि द्युलोकः समिद्यते। ततो हि द्युलोकाग्नेः निष्पन्नातो सोमात् पर्जन्यः द्वितीयोऽग्निः सम्भवति। तस्माच्च पर्जन्यात् ओषधयः पृथिव्यां सम्भवन्ति। ओषधिभ्यः पुरुषाग्नौहूताभ्यः उपादानभूताभ्यः पुमान् अग्निः रेतः सिञ्चति योषितायां योषिति योषाग्नौ स्त्रियामिति। एवं क्रमेण बह्वीः बह्व्यः प्रजाः ब्राह्मणाद्याः पुरुषात् परस्मात् सम्प्रसूताः समुत्पन्नाः। तस्मादृजस्सामयोगं शिदीक्षा यज्ञाश्च सर्वे कृतवो दक्षिणाश्च संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः। किञ्च कर्मसाधनानि फलानि च तस्मादेव इत्याह। कथं? तस्मात् पुरुषात् रुचः नियताक्षरपादावसानाः गायत्र्यादिछन्दो विशिष्टाः मन्त्राः। सान पाञ्चभक्तिकं सप्तभक्तिकं च स्तोभादिगीतिविशिष्टं यजुवंशी अनियताक्षरपादावसानानि वाक्यरूपाणि एवं त्रिविधाः मन्त्राः दीक्षा मौञ्ज्यादिलक्षणाः कर्तृनियमविशेषः यज्ञाश्च सर्वे अग्निहोत्रादयः क्रतवः सयूपाः दक्षिणाश्च एकगवाद्य अपरिमितसर्वस्वान्तः संवत्सरश्च कालः कर्माङ्गभूतः यजमानश्च कर्त लोकाः तस्य कर्मफलभूताः ते विशेष्यन्ते सोमः यत्र येषु लोकेषु पवते पुनाति लोकान् यत्र च येषु सूर्यस्तपति ते च दक्षिणायन उत्तरायणमार्गद्वयगम्याः विद्वद् अविद्वत् कर्तृफलभूताः तस्माच्च दैवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि प्राणापानौरिः यवो तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च तस्माच्च पुरुषात् कर्माङ्गभूताः देवाः बहुध वस्वादिगणभेदेन सम्प्रसूताः सम्यक् प्रसूताः साध्याः देवविशेषाः मनुष्याः कर्मादिकृतः पशवः ग्राम्यारण्यः वयांसि पक्षिणः जीवनञ्च मनुष्यादीनां प्राणापानौ व्रीह्यवौ हविरर्थौ तपश्च कर्माङ्गं पुरुषसंस्कारलक्षणं स्वतन्त्रं च फलसाधनं श्रद्ध यत्पूर्वकः सर्वपुरुषार्थसाधनप्रयोगः चित्तप्रसादः आस्तिक्यबुद्धिः तथा सत्यम् अनृतवर्जनं यथाभूतार्थवचनं च अपीडाकरं ब्रह्मचर्यं मैथुन असमाचारः विधिश्च इति कर्तव्यता।